One second, huh? Just one second. Give me some 2-3 minutes. Just check what's the recording. Om Saraswati Mahabhage Vidye Kamala Lochane Vishwarupe Vishalakshi Vidyam Dehi Namastute Yenaksharsamamnayam Adigamya Maheshwarat कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतं वयम् एतस्य करपत्रस्य अन्ते स्मः तत्र गित्प्रत्ययस्य विषये किमर्थं समग्रदृष्टिकरपत्रे किमर्थं गित्प्रत्ययस्य विषये उल्लेखः नास्ति तस्य विषये एव एतत् परिशिष्टम् अस्ति अस्माभिः पूर्वे दृष्टं तत्र गित्प्रत्ययस्य कारणेन एकमेव पदस्य निष्पत्तिः भवति तदपि तत् पदमपि विवादस्पदम् अस्ति इत्युक्ते केचन वैयाकरणाः वदन्ति गित् विना अपि वयं तत्र तस्य पदस्य उत्पत्तिः कर्तुं शक्यते अतः परन्तु इदानीं तत्र एकं सूत्रम् अस्ति ग्लाजिस्थश्च कस्नु अत्र केचन वैयाकरणाः ते वदन्ति एतत् कस्नु प्रत्ययः इति यः अस्ति तत्र गस्नु इति नास्ति कस्नु एव अस्ति परन्तु इदानीं पठामः तत्र यः काशिकाकार वदति तस्य मतं किम् तत् आधारीकृत्य एव अत्र यत्किमपि स्थापितमस्ति व्याख्यानं विवरणम् अस्ति काशिककारस्य मतेन एव अत्र तत् स्थापितमस्ति अतः अस्माकं यः करपत्रमस्ति समग्रदृष्टि यः करपत्रमस्ति तत्र किमपि गित्प्रत्ययस्य किमपि तत्र कोऽपि गित्प्रत्ययः न दत्तम् इदानीं एतत् सूत्रं पठामः तदारभ्य पठामः एकं सूत्रमस्ति ग्लाजिस्थश्च कस्नु का पठति का अथवा कः पठति चेतना भगिनी पठति वा एकं सूत्रमस्ति ग्लाजिस्थश्च कस्नु 3-139 अत्र मूलप्रत्ययः अस्ति गस्नु तदा खरी च इत्यनेन चत्वं कृत्वा कृस्नु भवति अनेन ग्ला जी स्था भू इत्येभ्यः चतुर्भ्यः धातुभ्यः गस्नु प्रत्ययः विधीयते ग्ला योग गस्नु ग्लायोगस्नु ग्लास्नु प्रथमविभक्तौ एकवचने ग्लास्नुः इति एकमेव जियोगस्नु जिस्नु स्थायोगस्नु स्थास्नुः भूयोगस्नु भूस्नुः एषु चतुर्षु जीधातौ च भूधातौ च गुणनिषेधः आवश्यकः ग्लाधातोः च स्थाधातौ च किमपि कार्यं न आवश्यकं केवलं वर्णमेलनम् अतः चिन्तयितुं शक्नुमः यत् अत्र प्रत्ययः कस्नु इत्येव भवति चेत् किणिति च इति सूत्रद्वारा गुणनिषेधः सेत्स्यति अतः किमर्थं न कस्नु इत्येव भवतु गस्नु इत्यस्य का आवश्यकता गस्नु प्रत्ययं त्यजाम कस्नु इत्येव भवतु अस्मिन् सारल्यम् अस्ति गित् इति संस्कृतभाषायां मास्तु किन्तु अत्र समस्या अस्ति यत् एकं सूत्रं विद्यते घूमस्थागापा जहात्यसां हली अनेन घू मा स्था गा पा हा ओहाक् सा शो एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति हलादि किति कित् नित् आर्धधातुकप्रत्यये परे तर्हि प्रत्ययः कस्नु अस्ति चेत् घूमस्थागापाजहातिसां हलि इत्यनेन स्था योगकस्नु स्ति योगस्नु स्थीष्णु इति अनिष्टं रूपं सेत्स्यति तस्य निवारणार्थं मूलप्रत्ययः गस्नु इति कृतम् अस्ति अपि च यदा गस्नु इति प्रत्ययः जातः तस्य गित्वे गुणनिषेधक्षमता अपि आवश्यकी जिह्नु भूष्णु इति द्वयोः साधनार्थम् एतदर्थम् एव किणिति च इति सूत्रे गकारस्य प्रश्लेषः कृतः नो चेत् अस्मिन् सूत्रे गकारस्य आवश्यकता एव नासीत् केवलं द्वयोः शब्दयोः कृते जिह्नु भूष्णु किणिति च इति सूत्रे गकारः संयोजितः आहत्य सा योगस्नु स्थास्नु इत्यस्य साधनार्थम् एव संस्कृतव्याकरणे गित्वं विद्यते किमपि अन्यत् कारणं नास्ति एतत् सर्वं दृष्ट्वा मातृभिः निश्चित यत् प्रक्रियायाः समग्रदृष्ट्यां गित् प्रत्ययस्य समावेशः मास्तु तासां च चिन्तनं साधु एव अग्रे अपि पठामि वा काशिकायामपि उक्तं यत् ग्लाजस्थश्च कस्नु इति सूत्रे स्था इत्यनेन स्था आ इति स्वीक्रियते चेत् नाम तादृशः स्था धातुः यस्य अन्ते आकारः वर्तते तदा सवर्णदीर्घसन्धिं कृत्वा स्था इत्येव सूत्रे जायते इति मन्यामहे चेत् स्थिस्नु इति अनिष्टं रूपम् अनेन एव निर्वायेत येन गित्वस्य आवश्यकता न स्यात् नाम प्रत्ययः कस्नु इत्येव भवतु गित्वं नाम विचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते अनया दृष्ट्यापि अस्माकं समग्रचिन्तनचित्रे गित् प्रत्ययस्य औचित्यं सुतरां नास्ति अवगतं वा भगिनी किं लिखितम् अत्र महोदय सूत्रमस्ति ग्लाजस्तश्च कस्नु इति अत्र ग्ला जि स्था भू चतुर्भ्यः धातुभ्यः गस्नुप्रत्ययः विधीयते सो ग्लायोग गस्नु जीयोग गस्नु स्थायोग गस्नु भूयोग गस्नु अत्र ग्लास्नु जिष्णु भूष्णु भूष्णु इति निष्पद्यते अत्र गस्नु इति प्रत्यये लशक्वतद्धिते इति सूत्रेण गकारस्य इत्संज्ञा भवति, स्नु अवशिष्यते, अतः ग्लास्नु इति निष्पद्यते. जिष्णु द्वियोग सकार षकार भवति आदेशप्रत्यययोः इति सूत्रेण, अतः जिष्णु भवति. अथायोग अपि च धातुः गुणप्रसङ्गः अस्ति. एतेषु चतुर्षु धातुषु केवलं धातुद्वयस्य कृते एव गुणप्रसङ्गः, जि अपि च भू. सो गित्वम् अथवा कित्वम् आवश्यकम् अस्ति अस्मिन् प्रत्यये, ऐदर् कित्वम् आर् गित्वम्. तेन एव गुणस्य निषेधः भवितुं शक्नोति. अतः जी जी एव तिष्ठति, अनन्तरम् आदेशप्रत्ययोः इत्यनेन जिष्णुः इति जिष्णु इति पदस्य निष्पत्तिः भवति. सिमिलर्ली भूष्णु स्था अपि च ग्लाविषये तु गित्वं कित्वम् आवश्यकं नास्ति, परन्तु धातुद्वयस्य कृते कित्वम् अथवा गित्वम् आवश्यकम् अस्ति. बिकास् तदा एव किनिति च सूत्रेण गुणस्य बाधा भवितुं शक्नोति इति एकः बिन्दुः. इत्युक्ते अत्र ये चत्वारि धातवः सन्ति, चत्वारः धातवः सन्ति, तेषां विषये धातुद्वये धातुद्वयस्य कृते गुणप्रसङ्गः अस्ति, अतः ऐदर् कित्वम् आर् गित्वं तत्र भवेत् प्रत्यये इति प्रथमबिन्दुः. अपि च अग्रे पठतु एषु चतुर्षु तदेव लिखितम्. जीधातौ भूधातौ च गुणनिषेधः आवश्यकः. ग्ला स्था न आवश्यकम्, किमपि वर्णमेलनं नास्ति, वर्णमेलनम् एव. अतः किणिति च इति सूत्रेण गुणनिषेधः कर्तुं शक्यते. सो किमर्थं न कस्नु इत्येव भवतु इति तत्र प्रश्नः स्थापितं केनचित्, किमर्थम् अत्र खरीच इति सूत्रम् इति तत् न चिन्तयामः, केवलं कस्नु एव चिन्तयामः, न तु गस्नु चिन्तयामः. गस्नु इत्यस्य का आवश्यकता इति इदानीं प्रश्नः, परन्तु तस्य उत्तरम् अग्रे पठतु अग्रे किं गस्नु प्रत्ययम्. घस्नु प्रत्ययं त्यजाम, खस्नु इत्येव भवतु, अस्मिन् सारल्यम् अस्ति. गित् इति संस्कृतभाषायां मास्तु, किन्तु अत्र समस्या अस्ति यत् एकं सूत्रं विद्यते, घूमास्थागापा जहास्तिसां हलि. अनेन घूमास्थागापाः ओहाक् सा शो एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति, हलादि कित् नित् आर्धधातुकप्रत्यये परे. अस्मिन् सूत्रे निमित्तमस्ति कित् नित् एव, ऐदर् कित्वम् आवश्यकम् आर् नित्वम् आवश्यकम्. अत्र किमपि गीत न उक्तम् अस्ति कुत्रापि, केवलं किनिति च सूत्रे एव तत्र ककारद्वयं श्रूयते, परन्तु अन्यत्र सूत्रेषु कित्नित् इति साक्षात् दत्तमस्ति कस्मिंश्चित् सूत्रे, अतः अत्र हलादि कित्नित् प्रत्यपरे एव कार्यमस्ति. सो अत्र कोऽपि गित्वस्य कोऽपि उल्लेखः एव नास्ति. सो अस्मिन् सूत्रे कार्यं कदा भवति, यदा कोऽपि परे हलादि कित्नित् प्रत्ययः अस्ति. सो अत्र न अष्टाध्याये किणिति इत्येव अस्ति खलु, कित् अष्टाध्याये पञ्चमसूत्रः अस्ति, प्रथम अध्याये प्रथमपादे केवलं किणिति एकम् एककारः एव अस्ति खलु, तत्रापि अपादः अस्ति एकनिमिषः भगिनी, अहं कोऽपि द्वारे अस्ति, एकनिमिषः. श्रूयते वा ध्वनिः? श्रूयते महोदय. किनिति च सूत्रे अपि तत्र बिकास् गीत्वस्य विषये तत्र अफवा इत्युक्ते तत्र विवादः अस्ति, अतः ये ये वैयाकरणाः तत्र वदन्ति तत्र गीत्वं मा भवतु कस्नु एव भवतु, तेषां कृते तु तत्र किनिति एव तत्र स्थापयते. परन्तु अत्र इत्युक्ते तत्रापि अपवादः अस्ति. वयं तु मूलप्रत्ययः मूल यः अष्टाध्यायीग्रन्थस्य मूल यः ग्रन्थः अस्ति तत्तु अस्माकं समीपे नास्ति. ये तत्र टीकाग्रन्थाः सन्ति तत्र एव यत्किमपि लिखितमस्ति, अपि च यः अष्टाध्यायीग्रन्थस्य यः पाण्डुलिपिः अस्ति तत्र यत्किमपि उक्तमस्ति. अतः भिन्नभिन्नग्रन्थेषु भिन्नभिन्न तत्र रीत्या तत्र दत्तमस्ति. अतः अस्मिन् सूत्रे अपि तत्र किञ्चित् विवादः अस्ति. केचन अत्र लिखन्ति किनिति एव, परन्तु अत्र ककारद्वयमपि कुत्रचित् श्रूयते, अतः तादृशचर्चा आवश्यकम् अस्ति. वेदर् वी शुड् एक्सेप्ट् गस्नु आर् इफ् वी आर् नाट् एक्सेप्टिङ्ग्, यदि तत्र कोऽपि गस्नु इति न स्वीकुर्मः चेत् तत्र एकमेव ककारः भवेत्. यदि वयं गस्नु इति स्वीकुर्मः चेत् देन् ककारद्वयस्य आवश्यकता अस्ति, बिकास् अस्मिन् सूत्रे केवलं कदापि च नित् विषये लिखितमस्ति चेत् कथं गस्नु इत्यनेन तत्र घकारः इति अस्मिन् अस्ति, अनेन सूत्रेण तत्र गुणस्य बाधा भवितुं शक्नोति. अतः तत्रापि किञ्चित् विवादः अस्ति, गस्नुकारणेन एव विवादः. बिकास् केचन वदन्ति गस्नु विना अपि यदि वयं कस्नु स्वीकुर्मः तादृश स्वीकुर्मः चेदपि वयं साधुपदस्य निर्माणं कर्तुं शक्यते, बट् सम् पीपल् डु नाट् एक्सेप्ट् दिस्. अतः तत्र अस्य सूत्रस्य विषये अपि विवादः अस्ति. सो इदानीं तत्र घूमस्थापा इति सूत्रे स्थाधातु अस्ति, अस्मिन् सूत्रे अपि स्थाधातु अस्ति, अतः यः स्थास्नु इति रूपम् अस्ति तस्य विषये एव तत्र विवादः अस्ति. अन्येषां कृते कोऽपि विवादः नास्ति. अन्येषां पदानां जिष्णु भूष्णु ग्लास्नु इत्यस्य विषये कोऽपि विवादः न भवति, परन्तु स्थास्नु इत्यस्य कृते विवादः अस्ति. बिकास् घूमास्थापा इति सूत्रे स्थाधातु उक्तम् अस्ति, अस्मिन् सूत्रे अपि स्थाधातु अस्ति. सो स्थाधातुः ईत्वं भवति यदा कोऽपि कित्नित् प्रत्ययः फले अस्ति. सो यदि वयम् एतत् प्रत्ययः कस्नु स्वीकुर्मः चेत् एतत् अपि कित् भवति, हलादि कित् भवति, सकारः हल् वर्णः. सो हलादि कित् भवति चेत् अस्य सूत्रस्य प्रसक्तिः यदा वयं स्थायोग स्नु कुर्मः तत्रापि भवति, भवितुं शक्नोति. यदि वयं मन्यामहे एतत् कस्नु अस्ति न तु गस्नु अस्ति. अग्रे अपि पठतु. तर्हि प्रत्ययः कस्नु अस्ति चेत् किन्तु अत्र सम्बन्धित तर्हि प्रत्यय कुत्र भवति? तर्हि प्रत्ययः कस्नु अस्ति चेत् अत्र घूमास्थापाजनसंहली तर्हि प्रत्ययः कस्नु अस्ति चेत् घूमस्थागापा जहति सां हलि इत्यनेन स्थायोग कस्नु स्थीयोग स्नु भवति. अतः स्थीष्णु इति अनिष्टं रूपं सेत्यति. तस्य निवारणार्थं मूलप्रत्ययः गस्नु इति कृतम् अस्ति. अपि च यदा गस्नु इति प्रत्ययः जातः तस्य गित्वे गुणनिषेधक्षमता अपि आवश्यकी. जिष्णु भूष्णु इति द्वयोः साधनार्थम् एतदर्थम् एव किणिति च इति सूत्रे गकारस्य प्रश्लेषः कृतः. नो चेत् अस्मिन् सूत्रे गकारस्य आवश्यकता एव नास्ति. केवलं द्वयोः शब्दयोः कृते जिष्णु भूष्णु किणिति च इति सूत्रे गकारः संयोजितः. अत्रैव अस्ति भवत्याः प्रश्नस्य उत्तरम्. सो किणिति च इति सूत्रे किमर्थं गकारः तत्र मध्ये स्थापितम् अस्ति इत्युक्ते तस्य स्वीकृतं किमर्थं गकारः अपि स्वीकृतम् अस्ति इत्युक्ते सूत्र एतत् जिष्णु भूष्णु इत्यस्य कृते, बिकास् जिष्णु भूष्णु इत्यस्य कृते गुणनिषेधः आवश्यकम् अस्ति. सो भू भू एव तिष्ठति, जि जि एव तिष्ठति, अतः गुणनिषेधः आवश्यकम् अस्ति. बिकास् सो तत्र घकारः अपि तस्य प्रश्लेषः इत्युक्ते तस्य तदपि स्थापितम् अस्ति. बट् केचन अत्र केवलं लिखति किमिति च इति एव लिखति. वित् फार् देम् इट् इस् अ कस्नु प्रत्यय नाट् गस्नु प्रत्ययः इति लिखितम् अस्ति. सो एकमस्ति यदि वयं तत्र कस्नु स्वीकुर्मः चेत् भूमास्थापा इत्यनेन तत्र स्थीष्णु इति अनिष्टरूपस्य सिद्धिः भवति स्था इत्यस्य विषये. द्वितीयमस्ति यदि वयं तत्र यः किनीति च सूत्रे यः ककारद्वयं श्रूयते तत्र प्रथमः यः अस्ति सः तु घित् अस्ति, घकारः अस्ति, अतः झि अपि च भू इत्यस्य कृते तु गुणनिषेधः आवश्यकम् अस्ति. अतः एतद् घित् प्रत्ययः भवेत्. सो इफ् इट् इस् इफ् अत्र ककारद्वयं स्वीकुर्मः चेत् प्रथमककारः तु गित् अस्ति. सो कोऽपि गित् प्रत्ययः व्याकरणशास्त्रे भवेत् तदा एव अत्र ककारद्वयस्य आवश्यकता. सो एतत् कस्नु नास्ति, घस्नु अस्ति. अतः किङ्किति च इति सूत्रस्य तत्र तस्मिन् ककारस्य प्रश्लेषः कृतम् अस्ति इत्यत्र लिखितम्. इत्युक्ते स्थायोग गस्नु एव करणीयं वा कित् न भवनीयं नो चेत् अशुद्धं भवति चुकित्वं स्वीकुर्मः चेत् भूमा स्थापा इत्यनेन तत्र ईकारात् अतः न करणीयं बिकास् स्थीष्णु इति साधुरूपं नास्ति स्थास्णु एव रूपम् अस्ति सो तत्र अस्य पदस्य विषये एव तत्र अपवादः अतः किन्ति च इति सूत्रे कोऽपि तत्रापि यथा भवती उक्तवती तत्र एकमेव ककारः तत्र श्रूयते तदेव तत्र प्राब्लम् अस्ति दे डु नाट् एक्सेप्ट् देट् इट् इस् कस्नु दोस् हु रैट् किन्ति एकमेव ककारः यत्र लिख्यते फार् देम् इट् इस् कस्नु नाट् गस्नु बिकास् अन्य कोऽपि तादृशप्रत्ययः एव नास्ति यत्र गकारस्य इति संज्ञा अतः गकार अस्मिन् सूत्रे किमर्थं गकारः इति स्वीकुर्मः न स्वीकुर्मः अतः एकमेव ककारः परन्तु एतदेव अस्ति दिस् इस् एक्चुलि वाट् एव्रिबडि एक्सेप्ट् मोस्ट् आफ् द प्रनौन्स् एक्सेप्ट् तद् अत्र कोऽपि भ्रम जायते एकं गस्नुप्रत्ययः भवेत् यस्मिन् गित्वम् अस्ति गित्वस्य कारणेन गुणनिषेधः भवति किन्ति च इति सूत्रेण अपि च स्था अत्र सर्वेषां पदानां तत्र साधुरूपम् ईजिलि वयं तत्र निष्पादुं शक्यते द्वि अपि च भू गुणप्रसङ्गः अस्ति अतः किमिति च आवश्यकं स्था योग गस्नु एव करणीयं न तु कस्नु अपि च ग्ला किमपि समस्या भवति तत्र घूमा इति शक्तिः भवति आम् ग्ला मध्ये किमपि ग्ला मध्ये कोऽपि तत्र कोऽपि विवादः घूमा स्थापा इति सूत्रे ग्ला इत्यस्य विषये किमपि न उक्तं केवलं सा विषयः अस्ति कित्वं स्वीकुर्मः चेत् कित्वं स्वीकुर्मः चेत् जी अपि च भू इत्यस्य कृते अपि तत्र कित्वस्य कारणेन गुणनिषेधः भवितुं शक्नोति परन्तु स्थाविषये कथं वयं कुर्मः स्थाविषये तु प्राब्लम् भवति न स्थाविषये तु तत् अनन्तरं कित्वं स्वीकुर्मः चेत् ईत्वं भवति कित्वित् प्रत्यपरे अतः उपरि लिखितम् एकम् एव पदस्य कृते तत्र अपवादः एकम् अनेन गस्नु इत्यनेन एकमेव पदं पदस्य कृते अपवादः अस्ति तस्मिन् विषये एव तत्र प्राब्लम् भवति तदस्ति स्थास्नु बिकास् कित्वं स्वीकुर्मः चेत् देन् इट् बिकम् स्थीष्णु ईकारः तत्र स्थीष्णु इति भवति अनिष्टरूपम् अस्ति अतः गस्नु इति स्वीकुर्मः तेनैव सारल्यम् अस्ति इत्युक्ते इवन् दो दे से देट् सारल्यं तु कित्वं स्वीकुर्मः चेदेव अस्ति बिकास् किनिति च सूत्रमपि शार्ट् भवति केवलं कित् अपि च नित् इति तत्र वयं पठामः परन्तु देन् डोण्ट् अण्डर्स्टाण्ड् वाट् अवर् व्याख्या इस् गिवन् ओवर् देयर् दे आर् गिविङ्ग् अस् अनदर् रूट् इफ् वि फार् सी अत्र काशिकाकारम् एतत् परिच्छेदमपि पुनः पठित्वा किञ्चित् वदतु आहत्य स्थायोगस्नु स्थास्नु इत्यस्य साधनार्थम् एवम् एव संस्कृतव्याकरणे गित्वं विद्यते किमपि अन्यत् कारणं नास्ति एतत् सर्वं दृष्ट्वा मातृभिः निश्चितं यत् प्रक्रियायाः समग्रदृष्ट्या गित् प्रत्ययस्य समावेशः मास्तु तासाञ्च चिन्तनं साधु एव माता पुष्पादीक्षित् वदति गित्वस्य समग्रदृष्टिः इति यदा वयं आर्धधातुप्रक्रियायां समग्रदृष्टिः इति वदामः चेत् अत्र घित् प्रत्ययस्य इन्क्लूजन् समावेशः मास्तु बिकास् तत्र एकमेव पदस्य कृते तत्र भवति सो थास्नु इत्यस्य कृते एव तत्र घिस्नु इत्यस्य आवश्यकता अस्ति अतः तस्य विचारः अस्मिन् करपत्रे अथवा समग्रदृष्ट्यां मा भवतु अग्रे पठतु काशिकायामपि उक्तं यत् ग्लाजस्तश्च कस्नु इति सूत्रे स्था इत्यनेन स्था आ इति स्वीक्रियते चेत् नाम तादृशः स्था धातुः यस्य अन्ते आकारः वर्तते तदा सवर्णदीर्घसन्धि कृत्वा स्था इत्येव सूत्रे जायते इति मन्यामहे चेत् स्थीस्तु इति अनिष्टं रूपम् अनेन एव निर्वायेत येन गित्वस्य आवश्यकता न स्यात् नाम प्रत्यय कस्नु इत्येव भवतु गित्वं नाम विचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते अनया दृष्ट्यापि अस्माकं समग्रचिन्तनचित्रे गित् प्रत्ययस्य औचित्यं सुतरां नास्ति स्था आकारान्त धातुः अस्ति स्थायोग कस्नु सवर्णदीर्घ एडिशनली आ स्वीकुर्मः परन्तु अनन्तरं तत् स्था एव भवति परन्तु आ इति स्वीकुर्मः चेत् तेन किं भवति मया अपि एतत् न अवगतम् आ स्वीकुर्मः चेत् एडिशनली आ स्वीकुर्मः चेत् अनन्तरं सवर्णदीर्घसन्धि भूत्वा स्था एव भवति तत्तु सत्यं परन्तु अनिष्टं रूपं तस्य आवश्यकता न स्यात् एतत् किमर्थम् अत्र लिखितमस्ति इत्युक्ते काशिकार किमपि वदति अत्र परन्तु मया न अवगतं सो इदानीं एकवारं पश्यामि केचन ये अन्य तत्र जनाः सन्ति whether they have said anything about this paricheda also etat na avagatam kopi avagatam ches vadatu atra kim likhitam asti purnima vagni avagatam va atra kim likhitam purnima vagni asti va atra ध्वनिः श्रूयते वा भगिनि मम ध्वनिः श्रूयते श्रूयते महोदय सो बिकास् माताजी अपि वदति अत्र गस्नु इत्यस्य चिन्तनमेव मास्तु प्रक्रियायां बिकास् गित्वस्य कारणेन तत्र एकमेव पदस्य विषये तत्र भ्रमः जायते अनन्तरं तस्य मताधारीकृत्य एव अत्र लिखितमस्ति अन्ते काशिकाकारः अपि वदति यदि वयं स्था इति विषये एकमेव स्थीष्णु इत्यस्य अनिष्टरूपनिवारणार्थं तत्र स्था अनन्तरम् आ इति स्वीकुर्मः चेत् तत्र किमपि तत्र गित्वस्य तत्र आवश्यकता न भवति परन्तु कथं गित्वस्य आवश्यकता न भवति इति मया न अवगतम् कुत्रचित् अन्यत् दृष्ट्वा वदामि अत्र किमर्थम् एतत् लिखितमस्ति इदानीं तु अनन्तरं सवर्णदीर्घसन्धि भूत्वा स्था एव भवति, अतः पुनः अत्र घूमा स्थापा इत्यस्य प्रसक्तिः तु भवति एव. सो किमर्थम् अत्र उक्तं स्थीष्णु इति, तत् तस्य निवारणं भवति, गीत्वस्य आवश्यकता नास्ति. परन्तु इदानीम् अस्माभिः किं तत्र स्मर्तव्यं, व्याकरणशास्त्रे एकम् एव प्रत्ययः अस्ति यस्मिन् गित्वम् अस्ति, सः अस्ति गस्नु. तेन किं भवति, इह स्थास्नु इति रूपं पदम् अस्ति व्याकरणशास्त्रे, अनेन प्रत्ययेन एव तस्य पदस्य निष्पत्तिः भवति, अपि च स्था इति तत्र स्था एव तिष्ठति, स्थी न भवति, बिकास् घूमा स्थापा इति सूत्रे कित्नित् इति उक्तम् अस्ति, गित् विषये किमपि न उक्तम् अस्ति, अतः ईत्वं न भवति. सो स्थास्नु इति साधुरूपं, साधुरूपस्य निष्पत्तिः यदि वयं गकारः अत्र स्वीकुर्मः, ककारस्य कारणेनापि गुणनिषेधः भवति जी अपि च भू इत्यस्य विषये, परन्तु ककारः स्वीकुर्मः चेत् अस्य सूत्रस्य प्रसक्तिः अपि भवति, येन येन किं भवति, तत्र ईकारादेशः भवति स्थाविषये. अतः स्थीष्णु इति असाधुरूपम् अस्ति, अतः गित्वम् एव स्वीकुर्मः. सो अत्रापि किनिति च सूत्रे ककारद्वयस्य, अतः तत्र ककारद्वयस्य प्रश्लेषः कृतम् अस्ति, बिकास् घित्वविषये गकारस्य कारणेनापि तत्र गुणनिषेधः भवतु, अतः अत्रापि गकारः स्वीकृतम् अस्ति. तदेव सारांशः अस्ति. परन्तु अत्रापि केचन वैयाकरणाः ते वदन्ति एतत् गस्नु मा भवतु, कस्नु एव भवतु, कस्नु कारणेन अपि वयं तत्र साधुरूपस्य निष्पत्ति कर्तुं शक्यते इति काशिकाकार वदति. यदि वयम् एकम् एडिशनल् आकारः स्वीकुर्मः तत्र कथं भवति इति तु न अवगतम्. सो इति तत्र समग्रदृष्टिविषये अस्ति. एतत् करपत्र तु समापितम्. कोऽपि प्रश्नः अस्ति वा एतावता कस्यचित् मनसि? नो चेत् तत्र भिन्नकरपत्रं स्वीकुर्मः. अतः अस्माकं करपत्रे अपि तत्र घित्वस्य विषये समग्रदृष्ट्यां तत्र किमपि न उक्तम् अस्ति. कृत्प्रत्ययः सो एतत् नूतनकरपत्रम् अस्ति. कृत् प्रत्ययाः अपि सार्वधातुकाः, आर्धधातुकाः, आर्धधातुकाश्च. अस्माभिः एतावता तत्र लकारविषये पठितं समग्र इत्युक्ते सम्पूर्णविधि पठितं, कथं लकाराणां तत्र भागद्वयं कृतम् अस्ति मातृभिः. केचन लकाराः वयं वदामः सार्वधातुकलकाराः, केचन लकाराः आर्धधातुकलकाराः, यथा लट् लोट् लङ् विधिलिङ्ग् एते चत्वारः लकाराः सार्वधातुकलकाराः, अन्य षट् लकाराः आर्धधातुकलकारः. इदानीं करपत्रम् अस्ति तथैव तादृश सार्वधातुकप्रक्रिया, आर्धधातुकप्रक्रिया कृत् प्रत्ययानां कृते अपि तत्र भवति, बिकास् सूत्राणां तत्र अष्टाध्यायीग्रन्थे सूत्राणां तत्र उल्लेखः तादृशमेव अस्ति. सो कृत् प्रत्ययेषु अपि वयं तत्र सार्वधातुकृत् प्रत्ययाः, आर्धधातुकृत् प्रत्ययाः, अपि च यत्र सार्वधातुकृत् प्रत्ययः अस्ति तत्र सार्वधातुकप्रक्रिया भवति. इत्युक्ते सार्वधातुकप्रक्रिया भवति चेत् किम् अस्ति तत्र, कस्य सूत्रस्य प्रसक्तिः भवति यत्र सार्वधातुकप्रक्रिया अस्ति? सार्वधातुकप्रक्रियायाम् आवश्यकम् कर्तरी सार्वधातुके, इत्युक्ते तस्य सारांशः कः इत्युक्ते घनचिन्तनम् आवश्यकम् अस्ति सार्वधातुकप्रक्रियायां. कर्तरी शप् इत्यस्य प्रसक्तिः भवति, तेन किं भवति, कस्य गणस्य धातुः अस्ति इति तत्र तस्य ज्ञानम् आवश्यकमस्ति. बिकास् तस्य यस्य गणस्य धातुः तस्य गणस्य विकरणप्रत्ययः, कर्तरि शप् इति सूत्रं बाधित्वा तस्य गणस्य विकरणप्रत्ययः आयाति मध्ये. सुकृत् प्रत्ययेषु अपि सार्वधातुप्रक्रिया आर्धधातुप्रक्रिया भवति. सो यदा कोऽपि सार्वधातुकृत् प्रत्ययः धातोः अनन्तरं योजयामः तत्र घनचिन्तनम् आवश्यकं भवति. कस्य गणस्य धातुः अस्ति तस्य गणस्य विकरणप्रत्ययः मध्ये अवश्यम् आयाति. सो यादृशप्रक्रिया लकारेषु भवति तादृशप्रक्रिया एव कृत् प्रत्ययेषु अपि भवति. सो कृत् इति भिन्नम् अस्ति, अत्र केवलं लकाराणां कृते एव सार्वधातुक अर्धधातुकप्रक्रिया नास्ति, कृत् प्रत्ययेषु अपि सार्वधातुक अर्धधातुकप्रक्रिया भवति इति एतत् करपत्रं वदति. कथं वदति इति, कथं तत्र भवति इति अग्रे पश्यामः. चन्द्रमाथि भगिनी पठति वा भगिनि? नास्ति वा अत्र? के के जनाः अत्र सन्ति? के वि महोदय पठति वा महोदय अत्र? नमस्कारः. नमस्ते महोदय. कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च. पूर्वम् अस्माभिः दृष्टं यद् धातुभ्यः विहिताः प्रत्ययाः द्विधाः, तिङ् च कृत् च. एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः आर्धधातुकाश्च. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्तर्थे शप् आदयः विकर्णाः आयान्ति कर्तरि शप् इत्यनेन. शप् आदयः आयान्ति चेत् धातुगणभेदाः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव, आर्धधातुकः चेत् इडागमविचारः करणीयः. इदं विभजनं तिङ्गषु अपि भवति, कृत्सु अपि भवति. पूर्वम् इयं व्यवस्था अस्माभिः अवलोकिता तिङ्प्रसङ्गे, अधुना अवलोकामहै कृत्प्रसङ्गे. अत्र वदति वयं पूर्वे जानीमः प्रत्ययः द्विधा सः तिङ् च कृत् च. ये प्रत्ययाः द्विविधाः, धातुभ्यः विहितः प्रत्ययः, ये प्रत्ययः अनन्तरं ये प्रत्ययः आयाति प्रया आयान्ति ते द्विधाः, तिङ् च कृत् च. एते सर्वे प्रत्ययाः पुनः विभजिताः, प्रत्ययः पुनः विभजनं अस्ति सार्वधातुक वा आर्धधातुक. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्तर्थे शप् आदयः विकर्णः आयाति कर्तरि शप् इत्यनेन. कर्तरि शप् इत्यनेन यदा सार्वधातुक वा आर्धधातुक, अत्र लिखितमस्ति अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुक अस्ति तर्हि कर्तर्थे शप् कर्तरि शप् इत्यनेन शप् विकर्ण प्रत्ययः आयाति. शप् आदयः, शप् आदयः आयान्ति चेत् धातुगणभेदा भवन्ति. यथा शप् आयाति तथा एव धातुगण भेदः अस्ति, विभिन्न धातुगणाः सन्ति इत्युक्ते केवलं शप् न, कर्तरि शप् इत्यनेन तु केवलं शप् इत्यस्य विधिः अस्ति, अत्र लिखितं शबादयः, शप् एण्ड् आदि. सो बिकास् दिवादिभ्यः शन् इति सूत्रमपि सार्वधातु कर्तर्थक् प्रत्यय परे भवति, तस्य विधिः अपि कर्तर्थक् सार्वधातु प्रत्यय तत्र अनुवृत्तिः अस्ति, अतः शबादयः, शबादयः विकरणाः, एकमेव विकर्णः न शब् आदयः, अतः तत्र धातुगणभेदः भवति, गणाधारीकृत्य एव तत्र भिन्नभिन्नसूत्रम् आगत्य तत्र विकरणप्रत्ययस्य विधिः भवति. यत्र सार्वधातुप्रक्रिया अस्ति, यदि प्रत्ययः सार्वधातुक् चेदेव एतद् भवति, यदि प्रत्ययः सार्वधातुक् नास्ति तत्र तु भिन्नचिन्तनम् अस्ति, तत्र ईडागमस्य विचारः. इदं प्रत्ययः सार्वधातुक् न अस्ति चेत् आर्धधातुकः एव, आर्धधातुकः चेत् इडागमविचारः करणीयः. इदं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति. पूर्वम् इयं व्यवस्था अस्माभिः अवलोकिता तिङ्प्रसङ्गे, अधुना अवलोकामः इति कृत्प्रसङ्गे. चित्रं दत्तमस्ति, अग्रे पठतु चित्रमपि पठतु एकवारं. धातुभ्यः द्विविधः प्रत्ययः आयाति, तिङ् वा कृत् वा. तिङ् प्रत्ययः आयाति, तत्रापि द्विविधः प्रत्ययः स्तः, सार्वधातुक् वा आर्धधातुक्. सार्वधातुक् प्रत्ययः आयाति कर्तरीशप् इत्यनेन, विकरणप्रत्ययः आयाति एवं धातुगण भेदाः, विभिन्नधातुगणाः सन्ति. आर्धधातुकः, आर्धधातुक् प्रत्ययः आयाति, तत्र आर्धधातुक् आयाति. सो इडागम् उपरि लिखितमस्ति, इडागं विचारः कृते किनि आर्धधातुक् अस्ति किन्निति च किमर्थं यदि कोऽपि तिङ् प्रत्ययः अस्ति तु आर्धधातुक् अस्ति चेत् तत्र इडागं विचारः गुणविषये भ्रमः किमर्थम्? गुणः तु सार्वधातुक् निमित्तीकृत्य अपि भवति, आर्धधातुक् निमित्तीकृत्य अपि गुणः भवति. गुणः गुणः सार्वधातुक् अर्धधातुकयोः इति सूत्रेण गुणः भवति. तस्मिन् सूत्रे उक्तमस्ति प्रत्ययः सार्वधातुक् वा अर्धधातुक् वा गुणः तु भवति एव. अत्र गुणस्य चिन्तनं नास्ति, अत्र अस्ति एडिशनल् प्रक्रिया किम् अस्ति, कोऽपि अन्य. अत्र सार्वधातुप्रक्रियायां गणभेदः भवति, तत्र ज्ञानम् आवश्यकम् अस्ति कस्य गणस्य धातुः. यदि वयं कस्य गणस्य धातुः अस्ति इति न जानीमः चेत् वयं तत्र अग्रे किमपि न कर्तुं शक्यते. वि आर् स्टक्, वि विल् गेट् स्टक् ओवर् देयर् ओन्लि बिकास् सर्वेषां धातूनाम् अनन्तरं तु शप् न आयाति न, कुत्रचित् श न आयाति, कुत्रचित् श्न आयाति, कुत्रचित् श एव आयाति. सो यावत्पर्यन्तम् अस्माकं तत्र कस्य गणस्य धातुः अस्ति, गणभेदः तत्र भवति सर्वधातुप्रक्रियायां, तावत्पर्यन्तं वयम् अग्रे न ज्ञातुं शक्यते. किं करणीयं, शप् योजनीयं वा शन् योजनीयं वा, अतः तत्र धातुगणभेदः भवति, गणभेदाधारीकृत्य एव विकरणप्रत्ययः, कीदृशविकरणप्रत्ययः योजनीयम् इति वयं तत्र ज्ञातुं शक्यते. अत्र गुणविषये किमपि न उक्तमस्ति. गुणः तु सार्वधातुकनिमित्तीकृत्य अपि भवति, अर्धधातुकनिमित्तीकृत्य अपि गुणः भवति. सार्वधातुकप्रत्ययेषु यदि अपित् अस्ति चेत् गुणनिषेधः भवति, अर्धधातुकप्रत्ययेषु यदि कितनित् अस्ति चेत् गुणनिषेधः भवति. परन्तु सूत्रे तु किमपि न उक्तं. सूत्रे वदति धातोः अनन्तरं सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा तत्र एकः अङ्गस्य गुणः भवति, अनन्तरं निषेधसूत्रम् आगत्य तत्र गुणस्य निषेधः करोति. सो यदा अर्धधातुप्रत्ययः अस्ति तत्र मुख्यप्रक्रिया कथं भवति, तत्र इडागमस्य विचारः अवश्यकरणीयम्. सार्वधातुप्रक्रियायां घनचिन्तनम् अवश्यकरणीयम्. अत्र कस्य अर्धधातुप्रत्यय योजयामः चेत् कस्य गणस्य धातु इति न आवश्यकम्, बिकास् तत्र गणविकरणप्रत्ययः तु न आयाति, अर्धधातुक अस्ति. कर्तरि शप् इति सूत्रे सार्वधातुके प्रत्यये परे एव कार्यं भवति, न तु अर्धधातुकप्रत्यये. सिमिलर्लि अर्धधातुक सेड् वलादेहे इति सूत्रे इडागमः अर्धधातुकप्रत्यये भवति, न तु सार्वधातुकप्रत्यये. देट् इस् वै दीस् आर् टु डिफ्रेण्ट् कार्यास्. वन् कार्य इस् फार् अर्धधातुक् एण्ड् द गणभेदः. कर्तरि शप् इस् फार् सार्वधातुक् इति तत्र मुख्य द्वयोः कृते, द्वयोः प्रक्रियायां कृते तत्र भेदः भवति. सेम् तत्र विचारः कृत् प्रत्यये अपि अस्माभिः करणीयम्. न केवलं तिङ् विषये तादृशप्रक्रिया भवति, सार्वधातुप्रक्रिया अथवा अर्धधातुप्रक्रिया. कृत् विषये अपि यदि प्रत्ययः शित् अस्ति तत्र सार्वधातुप्रक्रिया भवति, यदि कृत् प्रत्ययः अशित् अस्ति सः अर्धधातु कृत् प्रत्ययः भवति, तत्र समान इडागमविचारः करणीयः. प्रक्रिया तु समान, वेदर् धातु अनन्तरं तिङ् अथवा धातु अनन्तरं कृत् अस्ति. कीदृशब्रह्मः अस्ति महोदय, मनसि किम् अस्ति? No, no, Kartari, actually it should be Kartari Shap and the next one should be Ardha Dhatu Kasyed Valadehe. It should be written there. That's not written there on the arrow. I think that it should be written there. So, idhanim vayam janimaha Ardha Dhatu Kasyed Valadehe iti sutrena Ardha Dhatu Pratya Nimiti Kritya Idaga Mahabhavati. अतः तत्र तस्य सूत्रस्य विचारः करणीयं. सार्वधातुप्रक्रियायां कर्तरि शप् इत्यस्य विचारः करणीयं. श्री कर्तरि शप् इत्यस्य कृते अपि अपवादाः सन्ति, अर्धधातुक् सेड् वलादेहे सूत्रस्य कृते अपि अपवादाः सन्ति. सो सर्वदा इडागम अर्धधातुप्रत्ययः अस्ति चेत् सर्वदा इडागमः भवति इति तु नास्ति. सिमिलर्लि सार्वधातुप्रत्ययः अस्ति चेत् सर्वदा कर्तरि शप् एव आयाति इति तु नास्ति. शबादयः आयाति, शप् कुत्रचित् शप् आयाति, कुत्रचित् शन् आयाति. सो अस्य सूत्रस्य यानि तत्र अपवादसूत्राणि सन्ति तेषां विचारः अपि सार्वधातुकप्रक्रियायां करणीयम्. सिमिलर्लि अर्धधातुकप्रत्ययेषु तत्र केचन निषेधकसूत्राणि सन्ति, यथा तत्र नेड्वशीकृति, एकाच धातुः उपदेशे एकाचित् किम् अस्ति चेत् धातुविषये किं निषेधसूत्रं. सिमिलर्ली ति तु तत्र अथ इति सूत्रेण इडागमस्य निषेधः भवति. सो तत्रापि निषेधसूत्राणां विचारः भवति. इत्युक्ते सर्वदा इडागमः भवति इति तु नास्ति, परन्तु मुख्यतया तु अर्धधातुप्रत्ययनिमित्तीकृत्य एव इडागमस्य विचारः करणीयं. भवति वा न भवति तत्तु भिन्नप्रश्नः. This is how the prakriya goes. Same way, dhatoho anantaram yedi krit asti chet, yedi krit prate shitvam asti, then sarvadhatu prakriya. Yedi krit prate shitvam nasti, then ardhadhatu prakriya. Iti tatya saranshah. Avgatam amma de? आम् अवगतं। चेतना भगिनी अग्रे पठतु भगिनि। कृत् नाम किम्? यत्तोक्तं धातुभ्यः विहिताः प्रत्ययाः द्विधाः तिञ्च कृच्च। यः कोऽपि तिङ् भिन्नः प्रत्ययः धातुतः विहितः स च प्रत्ययः कृत् इत्युच्यते। यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत् पदं कृदन्तपदम्। कृदन्तपदानि सर्वदा सुबन्तानि इत्युक्तौ नामपदानि सन्ति न तु क्रियापदानि। यथा कर्तव्यं मतिः नेता गायकः लिखन् प्रकाशमानम् इमानि पदानि सर्वाणि कृदन्तानि। यतः एते प्रत्ययाः तव्यत् क्तिन् कृत् तृच् नृ शत्रु शानच् साक्षात् धातुभ्यः विहिताः तिङ् भिन्नाः पदान्ते च सन्ति। धातुभ्यः तिङ् अथवा कृत् प्रत्ययाः विहिताः भवति। सूत्रं किं भगिनि? कृदतिङ्ग्। आम् कृदतिङ्ग् अतिङ्ग् कृत् ये अतिङ्ग् प्रत्ययाः तेषां कृते कृत् संज्ञा अस्ति। सि अत्र तिङ्ग् अपि च कृत् विचारः कुर्मः चेत् वयं जानीमः धातोः अनन्तरं विकरणाः अपि विधीयन्ते, भिन्नसूत्रेण विकरणाः आयान्ति, अपि च धातोः अनन्तरं सनादिप्रत्ययः द्वादश सनादिप्रत्ययः तेषां विधिः अपि अस्ति। परन्तु सनादि अपि च विकरणानां कृते एतादृशः नामकरणं नास्ति। नैदर् दे आर् तिङ्ग् नार् दे आर् कृत्, दे आर् भिन्न विकरण भिन्नप्रत्ययाः। सो कृदतिङ्ग् इति सूत्रेण डैरेक्ट सूत्र आधारीकृत्य धातोः अनन्तरं येषां विधिः अस्ति तेषां प्रत्ययानाम् एव विभजनम् अस्ति तिङ् नो चेत् कृत्। शप् शप् इत्यस्य विधिः साक्षात् धातोः तु अस्ति, परन्तु शप् इत्यस्य कृते तत्र कर्थर्थक् प्रत्ययः प्रथमे तत्र भवेत्, अनन्तरम् एव मध्ये शप् आदयः आगन्तुं शक्यते। सो प्रथमे तत्र धातोः अनन्तरं भिन्नप्रत्ययस्य विधिः अस्ति। लकारः आयाति वर्तमाने लट् इत्यनेन सर्वेषां धातोः अनन्तरं लट् प्रत्ययस्य विधिः अस्ति, अनन्तरं लस्य इत्यनेन तिवादयस्य विधिः, तिबादयस्य कारणेन एव मध्ये शप् प्रत्ययः आयाति। सो साक्षात् शप् प्रत्ययः साक्षात् धातोः अनन्तरं तस्य विधिः नास्ति। शप् प्रत्ययस्य कृते तु कर्तर्थक् सार्वधातुक् प्रत्ययः प्रथमे तत्र भवेत्, अनन्तरम् एव कृत् आयाति। अतः तिङ् अपि च कृत् एतत् संज्ञाद्वयं विकरणानां कृते नास्ति। विकरणाः विकरण प्रत्ययास् आर् नैदर् तिङ्ग् नार् कृत्। सो कृद् कृदतिङ्ग् इति सूत्रं तु तेषां प्रत्ययानां कृते येषां विधिः धातोः साक्षात् अनन्तरम् अस्ति। सिमिलर्ली सनादिप्रत्ययः आर् आल् टुगेदर् डिफ्रेण्ट्। अस्य सूत्रस्य प्राक् एव तृतीय अध्याये प्रथमपादे प्रथमसूत्र इत्युक्ते प्रत्ययः परश्च इति अनन्तरम् एव तिङ् सनादिप्रत्ययानां विधिः अस्ति। बिकास् केचन सनादिप्रत्ययाः प्रातिपदिकस्य अनन्तरम् अपि तेषां विधिः अस्ति। सो सनादिप्रत्ययस्य प्रत्ययानां कृते अपि तिङ् अपि च कृत् इति विभजनं नास्ति। सिमिलर्ली विकरणप्रत्ययानां कृते अपि तिङ् अपि च कृत् इति विभजनं नास्ति। अन्येषां सर्वेषां सनादिविहाय विकरणानां विहाय अन्येषां प्रत्ययानां कृते ऐदर् दे विल् बि क्लासिफैड् इन् टु तिङ् आर् दे विल् बि कृत् इति तत्र स्मर्तव्यम्. अग्रे किम् अस्ति, अग्रे किं वदति अस्मिन् परिच्छेदे? कृत् प्रत्ययः कृत् प्रत्ययः यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत् पदं कृदन्तम् इति, कृदन्तपदम् इति उच्यते. अपि च कृदन्तपदानि सर्वदा सुबन्तानि नामपदानि, नामपदानि बिकास् कृत् अजित् समासा च प्रातिपदिकम् इति सूत्रेण कृदन्तानां कृते प्रातिपदिकसंज्ञा अस्ति. प्रातिपदिकसंज्ञा अस्ति चेत् पदनिर्माणविषये तेषाम् अनन्तरं सुप् विधीयन्ते. प्रातिपदिकात् सुप् एव विधीयन्ते, न तु तिङ्. अतः देविकं सुबन्तानि. बिकास् पद सि अन्लेस् पदम् अस्ति चेत् वयं तत्र तस्य पदस्य भाषायाम् अपि च लेखने तस्य उपयोगं न कर्तुं शक्यते. सो पदम् आवश्यकम् अस्ति. पदनिर्माणार्थं तत्र सुप् एव योजनीयं कृदन्तस्य अनन्तरं, बिकास् कृदन्तानां कृते प्रातिपदिकसंज्ञा अस्ति. कृत् समासा च प्रातिपदिकम् इति सूत्रेण ये कृदन्ताः सन्ति तेषां कृते प्रातिपदिकसंज्ञा अस्ति. सो प्रातिपदिकस्य अनन्तरं सुप् एव आगन्तुं शक्यते. अतः देविकं सुबन्तानि, सुप् अन्ते यस्य तत् सुबन्तम्. अग्रे पठतु. इत्युक्तौ नामपदानि सन्ति न तु क्रियापदानि, यथा कर्तव्यं, मतिः, नेता, गायकः, लिखन्, प्रकाशमानम्, इमानि पदानि सर्वाणि कृदन्तानि. एतः एते प्रत्ययाः, यतः एते प्रत्ययाः तव्यत् तिन् तृच् नूल् शत्रु शानच् साक्षात् धातुभ्यः विहिताः तिङ् भिन्नाः पदान्ते च सन्ति. अत्र पश्यतु, अत्र किं लिखितं? साक्षात् धातुभ्यः विहिताः. इत्युक्ते धातोः अनन्तरं शत्रु इत्यस्य विधिः, धातोः अनन्तरं तव्यत् इत्यस्य विधिः. स्त्रियां तिन् इति सूत्रेण धातोः अनन्तरं साक्षात् प्रथमे तिन् प्रत्ययः एव आयाति. तादृशव्यवस्था विकर्णानां कृते नास्ति. धातोः अनन्तरं शप्, धातोः अनन्तरं साक्षात् शन् अथवा धातोः अनन्तरम् इति तत्र नास्ति. प्रथमे तत्र पूर्वे किमपि भिन्नप्रत्ययः भवेत्, सः सार्वधातुकर्तर्थक् अस्ति चेदेव शप् आगन्तुं शक्यते. अतः विकर्णाः साक्षात् धातुभ्यः न विहितः. प्रथमे तु तेषां कृते कोऽपि भिन्नप्रत्ययः तत्र भवेत् तदा एव शपादयः आगन्तुं शक्यते. परन्तु ये कृत् प्रत्ययाः ते तु साक्षात् धातोः अनन्तरं तेषां विधिः अस्ति. सिमिलर्लि तिङ् प्रत्ययः लसि इत्यनेन साक्षात् धातोः अनन्तरम्. अतः एते सर्वे धातोः साक्षात् धातोः विधीयन्ते. तव्यत्तिन् तृच्नवुल् तिङ् भिन्नाः, ते तिङ्षु तेषाम् उल्लेखः नास्ति. तिङ्षु तु केवलम् अष्टादश प्रत्ययानाम् उल्लेखः अस्ति. तिङ् भिन्नाः सन्ति, अतः कृदतिङ् इत्यनेन एतेषां सर्वेषां कृते कृत् संज्ञा अपि भवति. सो एते सर्वे कृत् संज्ञकाः. कृदतिङ् इति सूत्रमपि आवश्यकमस्ति. सो यथा तत्र लकारेषु सार्वधातुकार्थधातुकप्रक्रिया भवति, तथैव कृत् प्रत्ययेषु अपि सार्वधातुकार्थधातुकप्रक्रिया विषये भागद्वयं कृतम् अस्ति. अग्रे अपि पठतु भगिनि. एते सर्वे प्रत्ययाः तिङ्गः कृतश्च अष्टाध्याय्याः तृतीयाध्याये विहिताः. यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः पूर्वमेव अवगतं यत् आरम्भे तिङ्प्रत्ययाः सर्वे सार्वधातुकाः तिंशित् सार्वधातुकम् इति सूत्रेण अत्र अनुवृत्तिसहितसूत्रम् अवलोकयाम धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम् अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात् धातुतः विहितः नास्ति चेत् सार्वधातुकत्वस्य आर्द्रधातुकत्वस्य आर्द्रधातुकत्वस्य प्रश्नः नैव उदेति तदा धातुतः विहितश्चेत् तिङ् चेत् सार्वधातुकम् इति सामान्यतया निश्चितम् लिट् लकारे आशीर्लिङ्ग् लकारे तिङ्प्रत्यय अपवादत्वेन आर्द्रधातुकं भवति परन्तु कृत् चेत् किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत् कृत् षित् अस्ति चेदेव सार्वधातुकः कृत् प्रत्ययेषु नवषितः ते च शत्रु शानच् शानष् शानन् खष् षद्वै सदैन् इति येषु द्वौ प्रसिद्धौ शत्रुशानश्च अवशिष्टाः सर्वे कृत्प्रत्ययाः आर्द्रधातुकाः आर्द्रधातुकं शेषः इति सूत्रेण अत्र अष्टाध्यायाः तृतीय अध्याये धातोः अपि च प्रत्ययः इत्यस्य अधिकारः अस्ति अतः प्रत्ययः इति सूत्रस्य अधिकारः तु चतुर्थाध्याये अपि अस्ति पञ्चमे अध्याये अपि अस्ति परन्तु धातोः केवलं तृतीयाध्याये अस्ति अतः अपि च तिङ्प्रत्ययः सर्वे सार्वधातुकाः तिंशत् सार्वधातुकम् इति सूत्रेण आरम्भे तिङ्प्रत्ययाः इत्युक्ते औत्सर्गिकरूपेण सर्वे तिङ्प्रत्ययाः तु सार्वधातुकसंज्ञकाः अनेन सूत्रेण भवति परन्तु वयं जानीमः एतस्य सूत्रस्य कृते अपवाद्वयं तत् सूत्रं किं भगिनि सूत्रद्वयं किम् त्रिंशत् सार्वधातुकम् आर्द्रधातुकं शेषः अनन्तरं 115 सूत्रं किम् अण्ड् 116 दीस् फोर् संज्ञा सूत्रास् आर् देयर् इन् द तृतीयाध्याये चतुर्थपादे अनन्तरमस्ति लिट् च लिङ्गशीशि आर्द्रधातुकशेषः इति सूत्रस्य साक्षात् अनन्तरम् अस्ति लिट् च सो लिट् च आर्द्रधातुकं पूर्वसूत्रात् तत्र आर्द्रधातुकम् इति सूत्रस्य अनुवृत्तिः लिट् च आर्द्रधातुकं लिङ्गाशीशि च आर्द्रधातुकं सो लिट् लकारः यद्यपि तत्र लिट् लकारे अपि लस्सि इत्यनेन तिबादयः आयान्ति ते तिबादयाः आर्द्रधातुकसंज्ञकाः भवन्ति सो लिट् लकारस्य तिबादयाः आर्द्रधातुकसंज्ञकाः न तु सार्वधातुक् यद्यपि अत्र तिङ् मूले सर्वे तिङ् प्रत्ययः सार्वधातुक् परन्तु लिट् लकारस्य तिङ् प्रत्ययः आर्द्रधातुकाः सिमिलर्ली आशीर्लिङ्ग् लकारस्य तिङ् प्रत्ययाः अपि आर्द्रधातुकसंज्ञकाः इति लिखितम्, आरम्भे तु सर्वे तिङ् प्रत्ययः इति सार्वधातुक इति वयम् अवगच्छामः, परन्तु अनन्तरं तत्र सूत्रम् अस्ति लिट्च लिङ्गाशेषि, अतः तत्र आर्धधातुकप्रक्रिया भवति न तु सार्वधातुकप्रक्रिया लिट्लकारे आशीर्लिङ्गकारे. कृत् प्रत्ययेषु अपि कृत् प्रत्ययेषु तादृशचिन्तनं नास्ति. यदि कृत् प्रत्ययः साक्षात् षित् चेत् सार्वधातुक्, अषित् चेत् आर्धधातुक्. अपि च कृत् प्रत्यये कति क्षित् प्रत्ययाः सन्ति? कृत् प्रत्ययेषु देर् आर् अराौण्ड् 124 कृत् प्रत्ययास्. कृत् प्रत्ययेषु केवलं कति क्षित् प्रत्ययाः? नव क्षितः, नव एव क्षित् प्रत्ययाः. ते सन्ति शत्र, एतेषाम् एतेषु शत्रुशानच् एव तत्र प्रसिद्धप्रत्ययः. षध्यै अपि च षध्यैन् इति तत्र तु वेदे एव तेषां प्रयोगः भवति. वेदेषु वेदेषु ये पदानि सन्ति तेषां निष्पद्यार्थम् एव एते प्रत्ययद्वयम्. अन्येषां तु तत्र बहु न्यून उपयोगः अस्ति, न्यूनं. शत्रुशानश् तु प्रसिद्धप्रत्ययः. अपि च एतेषु शकारसि इति संज्ञा अस्ति, अतः अत्र सार्वधातुप्रक्रिया भवति. सो अन्य सर्वे कृत् प्रत्ययाः अर्धधातुसंज्ञकाः, बिकास् तत्तु शित्वं नास्ति. सो अर्ध कृत् प्रत्ययेषु षित् आधारीकृत्य एव सार्वधातुक्, नो चेत् आर्धधातुक् इति संज्ञा भवति. षित् अस्ति चेत् सार्वधातुक्, अषित् अस्ति चेत् आर्धधातुक् इति लिखितम् अस्ति. अग्रे लक्ष्मी भगिनी अग्रे पठति वा भगिनी? नमस्ते भगिनि. अस्य अत्र खलु? अस्य महत्त्वम् अस्माभिः परिशीलितं. तिङ्प्रसङ्गे प्रत्ययः सार्वधातुकः चेत् कर्तरि शप् तृतीयाध्याये प्रथमपादे अष्ट षष्टितमसूत्रमस्ति. इति सूत्रेण कर्तृत्वे धातुप्रत्यययोः मध्ये विकरणप्रत्ययः विहितो भवति, विहितः भवति. अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते. अत्र अस्य महात्वम् अस्ति, तिङ्प्रसङ्गे अस्ति. एतत् तिङ्प्रसङ्ग सार्वधातुक अस्ति चेत् कर्तरि शप् इति सूत्रस्य प्रयोगः धातुप्रत्ययोः मध्ये विकरणप्रत्यय विहितः भवति. अत्र अनेन दशायां धातुगणानां रूपभेदः अत्र निष्पद्यते. अग्रे कर्तरि शप् तृतीयाध्याये प्रथमपादे अष्टषष्टितमसूत्रं. कर्तृत्वे सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति. अत्र कर्तृत्वे कर्तरिप्रयोगः इति अवगम्यताम्. भावे कर्मणि च शप् प्रत्ययः न विहितः. अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः. अत्र कर्तरि शप् सूत्रमस्ति तृतीयाध्याये प्रथमपादे अष्टषष्टितमसूत्रमस्ति. अत्र कर्तरिप्रयोगे सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः अत्र भवति. सार्वधातुकप्रत्यये कर्तरिप्रयोगे धातुतः शप् प्रत्ययः अत्र भवति. अनन्तरं सार्वधातुकप्रत्यये परे, क्षम्यताम्, अत्र कर्तरिप्रयोगे इति अवगम्यताम् इति. अनन्तरं भावे कर्मणि च शप् प्रत्ययः अत्र न विहितः भवति, केवल कर्तरिप्रयोगे एव. अनुवृत्तिसहितसूत्रमस्ति कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः. इत्युक्ते 68 सूत्रम् अस्ति कर्तरि शप् 67 सूत्रम् अस्ति सार्वधातुके यक् सार्वधातुके यक् इति सूत्रस्य पूर्वे अस्ति भावकर्मणोः सो भावकर्मणोः अत्र सार्वधातुके यक् इति सूत्रे भावकर्मणोः इत्यस्य अनुवृत्तिः भवति सो भावकर्मणोः सार्वधातुप्रत्ययपरे धातुतः यक् प्रत्ययस्य विधिः अस्ति न तु शप् प्रत्ययस्य विधिः अनन्तरं साक्षात् कर्तरी इति पदम् अस्मिन् सूत्रे दत्तम् अस्ति सो कर्तरी प्रयोगे धातोः अनन्तरं शप् इत्यस्य विधिः सो केवलं शप् इत्यस्य शवादयः तु केवलं कर्तरी प्रयोगे एव तेषां विधिः अस्ति भावकर्मणोः तु शप् न आयाति भावकर्मणोः तु तत्रापि यदि भावे प्रयोगे कर्मणि प्रयोगे परे सार्वधातुप्रत्ययः अस्ति चेदेव यक् प्रत्ययः आगन्तुं शक्यते सार्वधातुके इति पदं तु तस्मिन् सूत्रे दत्तम् अस्ति सार्वधातुके यक् सो सार्वधातुके प्रत्यये परे भावे प्रयोगे कर्मणि प्रयोगे यक् प्रत्ययस्य विधिः अस्ति परन्तु कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे शप् इत्यस्य विधिः अस्ति सो तादृशमहत्त्वम् अस्ति सार्वधातुक् आर्धधातुक् इति संज्ञायाः सार्वधातुक् इति संज्ञा आधारीकृत्य तत्र भिन्नकार्याणि भवन्ति आर्धधातुक् निमित्तीकृत्य भिन्नकार्याणि भवन्ति अतः एतादृशसंज्ञा प्रथमाध्याये न दत्तं तृतीयाध्याये दत्तम् त्रिंशत् सार्वधातुकम् अर्धधातुकं शेषः इति संज्ञासूत्रद्वयं प्रायशः अष्टाध्यायीग्रन्थे संज्ञासूत्राणि प्रथमाध्याये सन्ति परन्तु एतदपि संज्ञासूत्राणि परन्तु एतस्य कृते धातोः इति पदस्य आवश्यकता अस्ति सो धातोः अनन्तरं ये प्रत्ययाः तेषां कृते एव सार्वधातुक् अथवा आर्धधातुक् इति नामकरणम् संज्ञा अस्ति अन्येषां प्रत्ययानां कृते सार्वधातुक् आर्धधातुक् इति नामकरणं नास्ति केवलं ये ये प्रत्ययाः धातोः अनन्तरम् आयान्ति तेषां कृते एव आर्धधातुक् सार्वधातुक् अपि च अस्य संज्ञायाः महत्त्वं तत्र दृश्यते सार्वधातुकप्रत्ययः अस्ति चेत् एककार्यं करणीयम् आर्धधातुक् अस्ति चेत् भिन्नकार्यं करणीयम् अतः मुख्यतया तत्र धातोः यत्र यत्र धातोः प्रकृतिः अस्ति तत्र ऐदर् सार्वधातुप्रक्रिया अस्ति आर् आर्धधातुप्रक्रिया अस्ति प्रत्ययः तिङ् भवेत् वा कृत् भवेत् तत्र तु प्रक्रियाद्वयम् एव सो देर् आर् ओन्लि टू वेज़् आफ् मेकिङ्ग् ए पद फ्रोम् ए धातुः Either it will be a sarvadhatuk prakriya or it will be an ardhadhatuk prakriya. Pratyaha krit bhavet va ting bhavet. Iti tatra asma bhi smartavyam. Saman prakriya bhavati. Ting asti chet kevalam pratyabedha asti. Tatra titaha anti asti krit pratyeshu to sakshat kopi krit pratyaha yaha asti. Arantu prakriya to samana asti. ए बिन्दु किञ्चित् पठित्वा तत्र समापयामः चेतना भगिनी ए बिन्दुतः पठतु भगिनि कर्तर्थे सार्वधातुकानां कृत् प्रत्ययानां कृदन्तानां दशानां धातूनां रूपभेदः धातुगणानां रूपभेदः यथा शत्रुप्रत्ययः षित् अतः सार्वधातुकः कर्तर्थे एव भवति शत्रुप्रत्ययः कर्तरि शप् इत्यनेन शबादय विकरणप्रत्ययाः विहिताः अतः शत्रन्तेषु दशानां धातुगणानां रूपभेदः शत्रुप्रत्ययश्चित् अस्ति अतः सार्वधातुकः तर्थे एव भवति शत्रुप्रत्ययः. किमर्थम् एतत् वाक्यं लिखितमस्ति भगिनि अत्र कर्तर्थे एव भवति शत्रुप्रत्ययः? अस्ति सार्वधातुकम् अस्ति अतः पृथ्वी वदतु कर्तरि शप् इत्यस्य कृते किं किम् आवश्यकम् अस्ति, शप्रत्यस्य विद्यार्थं किं किम् आवश्यकम्? कर्तर्थे भवनीयम् अपि च सार्वधातुकं सत्यम् अत्र कण्डिशन् द्वयं स्थापितम्, एकं तु शप् तदा एव आगन्तुं शक्यते धातोः अनन्तरं यदा धातोः अनन्तरं कोऽपि सार्वधातुकप्रत्ययः आदौ अस्ति अपि च सः प्रत्ययः कर्तरिप्रयोगे अस्ति. सो इदानीम् अस्माकं चिन्तनम् अस्ति कृत् प्रत्ययानां कृते. यदा वयं धातु प्लस् कोऽपि षित् कृत् प्रत्ययः कुर्मः यथा शत्रुप्रत्ययः कुर्मः, शत्रुप्रत्यये तु षित्वम् अस्ति अतः सार्वधातुकसंज्ञक अस्ति, परन्तु अस्माभिः अन्यत् विचारः अपि करणीयं न, एतत् शत्रुप्रत्ययः कर्तर्थे अस्ति वा नास्ति. कर्तर्थे अस्ति चेदेव शप् आगन्तुं शक्यते. यदि केवलं सार्वधातुक अस्ति कर्तर्थे नास्ति तदा तु शप् न आगन्तुं शक्यते न, निमित्तद्वयम् आवश्यकं, कर्तरि प्रयोगे भवेत् सः प्रत्ययः अपि च सः सार्वधातुक भवेत्, तदा एव शप् मध्ये आगन्तुं शक्यते. सो तस्य कृते एव लिखितं षित् शत्रुप्रत्ययः षित् तु अस्ति अतः सार्वधातु कर्तर्थे एव भवति, केवलं कर्तर्थे भवति शत्रुप्रत्ययः. कर्मणि भावे प्रयोगे शत्रुप्रत्ययस्य विधिः नास्ति, अत्र लिखितं कर्तर्थे एव भवति. सूत्रं किम् इत्युक्ते वी शुड् रिमेम्बर् द सूत्रास् आल्सो न. सो तत्र एकम् औत्सर्गिकसूत्रमस्ति कृत् प्रत्ययानां कृते, तदस्ति कर्तरीकृत्. कर्तरीकृत् कर्तरी इति तत्र पदम् अस्ति. सो मूलतः इत्युक्ते मुख्यरूपेण हा सर्वे कृत् प्रत्ययाः किं कर्तरीकृत् इत्यस्य कथं वयम् अवगन्तुं शक्यते? मूले सर्वे कृत् प्रत्ययाः कर्तरिप्रयोगे भवति इति सूत्रं वदति न, सूत्रं वदति कर्तरीकृत्. सो येषां येषां कृते कर्तरि अत्र पश्यतु कर्तरि कृत् इति सूत्रम् अस्ति. सो कृत्संज्ञकाः प्रत्ययाः येषां येषां प्रत्ययानां कृते कृत्संज्ञा अस्ति. सो कृदतिङ् इत्यनेन इत्युक्ते सर्वेषाम् अतिङ् प्रत्ययानां कृते कृत्संज्ञा अस्ति. सो अनेन सूत्रेण तेषां कर्तरीकारके एव तेषां प्रयोगः भवति इति तु मूलं. परन्तु एतस्य प्रत्ययस्य एतस्य सूत्रस्य कृते अपवाद सूत्राणि अपि सन्ति, बट् दिस् इस् द मूलसूत्रं. कस्य कस्य विषये अपवादः अस्ति तत् अग्रे पश्यामः, यथा तव्यतनियर् तत्र भावकर्मणोः इति पदस्य अनुवृत्तिः अस्ति. तव्यतव्यतनीयर् इति यद्यपि कृत्संज्ञकाः तथापि भावकर्मणोः इति सूत्र आधारीकृत्य तेषां प्रयोगः केवलं भावे अथवा कर्मणि प्रयोगे एव भवति. सो एतत्तु मूलसूत्रम् औत्सर्गिकसूत्रम् अस्ति, परन्तु अस्य सूत्रस्य कृते अनन्तरं तत्र अपवादाः अपि सन्ति. परन्तु मूले तु सर्वे कृत् प्रत्ययाः कर्तरिप्रयोगे भवन्ति इति कर्तरीकृत् कृत् सूत्रं वदति. सो कृत्संज्ञकाः प्रत्ययाः कर्तरीकारके भवन्ति इति सूत्रस्य तावदेव अर्थः अस्ति. अतः अत्र लिखितं बिकास् शत्रुप्रत्ययस्य कृते कोऽपि अपवाद सूत्रम् अग्रे न दत्तं, यत्र शत्रुप्रत्ययस्य विधिः अस्ति विधिः दत्तं तत्र कोऽपि अपवादः न दृश्यते. अतः अत्र अत्र वाक्यं लिखितमस्ति कर्तर्थे एव भवति शत्रुप्रत्ययः इति लिखितम्. इत्युक्ते केवलं कर्तरि प्रयो कर्तर्थे एव भवति एतत् शत्रुप्रत्ययः. अतः कर्तरि शप् इति आगन्तुं शक्यते अत्र. प्रत्ययः कर्तरिप्रयोगे अस्ति, प्रत्ययेषु शित्वम् अस्ति, सार्वधातुकसंज्ञक अस्ति, अतः धातु प्लस् शत्र कुर्मः चेत् मध्ये तु शवादयः आयान्ति एव. धातुः प्रथमगणस्य अस्ति चेत् शप्, अन्यस्य कस्यचित् अन्यगणस्य अस्ति चेत् भिन्नविकरणप्रत्ययः. अतः विकरणप्रत्ययस्य कारणेन किं भवति, यदि मध्ये भिन्नभिन्नविकरणप्रत्ययः भिन्नभिन्नधातुषु अनन्तरम् आयाति चेत् रूपभेदाः, यथा तत्र लट् लकारे भवति, अनन्तरं शक्नोति, अनन्तरं दीव्यते इति यते इति श्रूयते, रूपभेदः तत्र दृश्यते सार्वधातुकलकारेषु. लट् लोट् लङ् विधिषु लकारेषु यद्यपि तिङ् समानाः, तीतः अन्ति इति समानाः, तथापि रूपभेदः दृश्यते. भिन्नभिन्नगणस्य धातुः अस्ति बिकास् भिन्नभिन्नविकरणप्रत्ययः मध्ये आयाति. सो धातुगणानां रूपभेदः, अतः रूपभेदः अत्र दृश्यते. यथा तत्र लकारेषु रूपभेदः दृश्यते, शत्रुप्रत्यय कृत्प्रत्ययेषु सार्वधातुकृत्प्रत्ययेषु अपि विकरणप्रत्यय आधारीकृत्य रूपभेदः दृश्यते इति अत्र लिखितमस्ति. सो कर्तरिकृत् इति सूत्रेण मूले सर्वे कृत् प्रत्ययाः कर्तरिप्रयोगे कर्तरिकारके एव भवति. इत्युक्ते कर्तारम् एव बोधयति, यत् पदं कर्तारं बोधयति तत् कर्तरि, तत् सः प्रत्ययः कर्तर्थे भवति. तत्र भेदः अस्ति. अवगतं वा? सर्वैः अवगतं वा एतत्? कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु, अन्यथा अत्र स्थगामः. सो वि विल् स्टार्ट् फ्रम् बिन्दु ए इन् द नेक्स्ट् क्लास् आल्सो. वि हेव् सम् भिन्नभिन्नगणस्य धातोः अत्र दत्तम्, अपि च शत्रुप्रत्ययस्य शत्रुसार्वधातुप्रत्ययः अस्ति प्रायशः, अनन्तरं तत्र आर्धधातुप्रत्ययनिमित्तीकृत्य अपि तत्र केचन किमपि अभ्यासः अस्ति. सुकृत् प्रत्ययानां विषये इदानीं तत्र चर्चा अस्ति. यथा अस्माभिः लकारविषये चर्चा कृतम्, इदानीं कृत् प्रत्ययाधारीकृत्य. सो यदि कृत् प्रत्ययः सार्वधातुक अपि च कर्तरिप्रयोगे, तदा एव कर्तरि शप् इति आगन्तुं शक्यते. अस्तु, नास्ति चेत् अत्र स्थगामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. अस्तु, धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः.